गतवर्गे अस्माभिः अष्टाध्याय्यां सूत्राणां बलाबलम् इति विषये चिन्तनम् अस्माभिः कृतं। तत्र अन्तरङ्गप्रसङ्गे अस्माकं चिन्तनं सञ्जातमासीत्। तर्हि कोऽपि वक्तुं शक्नोति वा अस्माभिः गतवर्गे अन्तरङ्गविषये किं कृतम्? अहं विलम्बेन आगतवती, इदानीं श्रोतुमेव अहम् आगतवती अद्य। अद्य भवती केवलं शृणोति वा? शृणोमि एव। अस्तु, अन्ये जनाः कोऽपि वक्तुम् इच्छति वा गतवर्गे अन्तरङ्गविषये अस्माभिः किं कृतं? भानुमहोदय। महोदय, सूत्रस्य बलाबलं वा महोदय? आम्, अन्तरङ्ग इति विषयः अस्ति, तत्र अन्तरङ्ग इति विषये अस्माभिः किं कृतम्? क्षम्यतां महोदय, विस्तृतम् अन्तरङ्गं किमिति वक्तुं न शक्नोमि। ओ अस्तु, तर्हि अन्य को अस्ति? सुमन् महोदय अस्ति खलु? सुमन् महोदय, आं नमस्कारं महोदय। अन्तरङ्गविषये अस्माभिः गतवर्गे किं कृतम् एकवारं पुनः वदति वा? क्षम्यतां महोदय, इदानीम् एव आगतवती, एकनिमिषं ददातु। कुतः नूतनं किमपि न पठनं, पठनीयम्। अस्तु, गतवर्गे अस्माभिः अन्तरङ्गविषये किं पठितम् एकवारं पुनः वदतु। अस्तु, एकनिमिषं महोदय, क्षम्यतां। न, नास्ति। नो चेत् अनन्तरं वदामि, अन्यदपि इदानीं वदामि। वदामि तर्हि, अन्तरङ्ग इति विषयः अस्ति, तत्र अन्तरङ्गम् इति किम् इति अस्माभिः दृष्टं। तत्र यदि एक यदि उभयोः सूत्रयोः एकवारमेव एकस्थले एव प्रसक्तिः अस्ति, तर्हि यस्य सूत्रस्य निमित्तानि अन्यसूत्रस्य निमित्तसमुदाये मध्ये सन्ति तादृशं सूत्रम् अन्तरङ्गं सूत्रम् इति उच्यते। यस्य सूत्रं यस्य सूत्रस्य निमित्तानि बहिः सन्ति तद् बहिरङ्गं सूत्रम् इति उच्यते। अस्माकं परिभाषा अस्ति यत् अन्तरङ्गसूत्रस्य कार्यं भवति बहिरङ्गसूत्रस्य अपेक्षया इति। तर्हि अधुना प्रश्नः आसीत् यत् कथं जानीमः यत् सूत्रस्य निमित्तानि कानि कानि। एकवारं यदि वयं जानीमः यत् सूत्रस्य निमित्तानि कानि कानि, तर्हि वयं द्रष्टुं शक्नुमः यत् किं सूत्रम् अन्तरङ्गं, किं सूत्रं बहिरङ्गम् इति अस्माकं मुख्यविषयः आसीत्। तर्हि अधुना सूत्रस्य निमित्तानि कानि कानि इति कथं द्रष्टव्यं। तर्हि अत्र अस्माभिः दृष्टं यत् विभिन्नभिन्नवैयाकरणानां भिन्नभिन्नमतमस्ति। केचन ये प्राचीनाः वैयाकरणाः सन्ति ते यथा नागेश कैयटः, ते वदन्ति यत् निमित्तम् इत्युक्ते सर्वं, न केवलं शब्दः परन्तु शब्दस्य विशेषणरूपेण ये अङ्गानि सन्ति ते अपि निमित्तम्। उदाहरणं शब्दस्य लिङ्गमपि निमित्तं, शब्दस्य संज्ञा अपि निमित्तं, वचनमपि निमित्तं, सर्वम् इति सर्वं निमित्तं, भिन्नभिन्ननिमित्तमस्ति, निमित्तानि सन्ति। तर्हि यथा अस्माभिः दृष्टं यत् अस्माकं सूत्राणि सन्ति यत् छोः षूडनासिके च पुगन्तलघुपदस्य च इति सूत्रयोः एकस्थले एव कार्यं भवति, शिव योगः न। तर्हि प्रश्नः अस्ति यत् कस्य सूत्रस्य कार्यं भवति, छोः षूडनासिके च पुगन्तलघुपदस्य च? छोः षुडानस्यके च अस्ति चेत् सूत्रं वदति यत् वकारस्य स्थाने उकारः करोतु, तर्हि सियु योगः न भवति। पुगन्तलघुपदस्य च इति सूत्रं वदति यत् सिव् योगः न तत्र भवति, सेव् योगः न। तर्हि किं करणीयम् इति अधुना प्रश्नः अस्ति। तर्हि अधुना अस्माकम् अस्ति प्रश्नः अस्ति यत् एतयोः सूत्रयोः मध्ये किमपि सूत्रम् अन्तरङ्गम् अस्ति वा। तर्हि कैयटस्य मतमस्ति यत् छोः षूडनासिके च इति सूत्रस्य निमित्तद्वयमेव अस्ति, परन्तु पुगन्तलघुपदस्य च इति सूत्रस्य पञ्चनिमित्तानि सन्ति, अङ्गम्, इकलक्षणं, लघ्वी, उपधा, आर्धातुकप्रत्ययः इति सर्वम्। एतद्रीत्या छोः षूडनासिके च इति सूत्रं पुगन्तलघुपदस्य च सूत्रस्य अपेक्षया अन्तरङ्गं सूत्रमस्ति इति वार्ता अस्ति। इति कैयटनामस्य नाम प्राचीनवैयाकरणस्य मतं। सः वदति यत् सर्वं किमपि निमित्तम् अस्ति, अङ्गम्, इकलक्षणम्, उपधा, नाम संज्ञा अपि निमित्तम् अस्ति, लिङ्गमपि निमित्तमस्ति। परन्तु तदनन्तरम् अस्माभिः दृष्टं यत् ये नूतनवैयाकरणाः सन्ति यथा नागेशः, अपि च ये भाष्यकाराः सन्ति तेषां मतं भिन्नम् अस्ति। ते वदन्ति यत् व्याकरणे मुख्यविषयः तु शब्दः एव, शब्दः इत्युक्ते शब्दस्य आकृतिः यत् अस्ति तदेव, नाम ये वर्णाः सन्ति, ये पदानि सन्ति, ते एव निमित्तानि भवेयुः इति ते वदन्ति। शब्दानां ये विशेषणानि सन्ति, नाम तेषां लिङ्गं किं, संज्ञां संज्ञा का, इति सर्वं निमित्तानि न भवेयुः इति ते वदन्ति। तर्हि अत्र तावद् यदि वयं पश्यामः तर्हि किमस्ति यत् छोः षुडानासिके च इति सूत्रस्य केवलं शब्दरूपेण रूपिदृष्ट्या केवलं द्वे एव निमित्ते स्तः, एकं तु सेम् इति शब्दः, तदनन्तरं न इति शब्दः, उभयोः एव निमित्ते स्तः। तथैव पुगन्तलघुपदस्य च इति सूत्रस्य कृते अपि द्वे निमित्ते स्तः, सेव् योगः सेव् अपि निमित्तमस्ति, न अपि निमित्तमस्ति। अतः उभयोः सूत्रयोः कृते निमित्तद्वयमस्ति, अतः अन्तरङ्गबहिरङ्गविषयः एव नागच्छति। तर्हि कैयटस्य प्राचीनवैयाकरणकैयटस्य नाम्ना कैयटस्य मतेन शोषणासिके च सूत्रम् अन्तरङ्गम् अस्ति, यतोहि तस्य निमित्तानि पुगन्तलघुपदस्य च सूत्रस्य निमित्तसमुदाये मध्ये अन्तर्भूतानि सन्ति। परन्तु कैयटनाम्ना ये परन्तु नागेशनाम्ना ये नूतनव्याकरणाः सन्ति ते वदन्ति यत् न, केवलं शब्दरूपेण एव द्रष्टव्यं, तर्हि तत्र उभयोः निमित्तद्वयमस्ति, अतः अन्तरङ्गबहिरङ्गस्य प्रसक्तिः एव नास्ति। तर्हि अधुना पुनः प्रश्नः आगच्छति, कस्य मतं समीचीनं, निमित्तानि कथं द्रष्टव्यानि। एकवारम् अस्य प्रश्नस्य उत्तरं यदा वयं प्राप्नुमः तर्हि वयं सम्यक् रीत्या ज्ञातुं शक्नुमः यत् अन्तरङ्गम् अस्ति वा नास्ति वा इति अस्माभिः गतवर्गे अस्माभिः पठितं। तर्हि अधुना अस्माकं विषयः अस्ति यत् कस्य मतं बलं, कैयटस्य मतम् अथवा नागेशस्य मतम् इति अस्ति पुनरशीलनं। सर्वे अवगच्छन्ति वा, प्रश्नः अस्ति वा कस्यापि? अस्तु, तर्हि अग्रे गच्छामः। विधिमहोदय अस्ति खलु? भवति महोदय, भवती पठतु, कुतः पठति? अत्र प्रथमतया अन्तरङ्गस्य प्रसङ्गे निमित्तम् इति पश्यति वा? अत्र लोपो व्योरवली अस्ति। पूर्वोपस्थितनिमित्तकम् अन्तरङ्गम्, पूर्वोपस्थितनिमित्तकम् अन्तरङ्गम् इति तत्र बहु अग्रे गच्छतु, तत्र लोपो व्योरवली अस्ति। अपरनिमित्तकम् अन्तरङ्गं न लोपो व्योरवलि अस्ति सूत्रमस्ति यत्र यत्र लोपो व्योरवलि छोष्णुनासिके च फुगन्तलघुपदस्य च इति अस्ति पेज् नम्बर् अहं तु वेब् पेज् मध्ये अस्ति महोदय भगिनी पूर्वावस्थितनिमित्तकम् इति पठितवती खलु तत्र एव अस्ति लोपो व्योरवलि इति किञ्चित् अग्रे अस्ति वा महोदय तदनन्तरम् अग्रे गच्छतु तत्र ततः अग्रे चिन्तनीयं यत् दृष्ट् पश्यति वा अनुनासिके च हा तदपि पश्यति खलु टु पेराग्राफ् अनन्तरम् अत्र प्रथमतया अन्तरङ्गस्य प्रसङ्गे निमित्तमस्ति दृश्यति वा पुगन्धलघुपतस्य च इति तदपि तस्यापि अग्रे सर्वप्रथमं लोपो व्योर्वलि तदस्ति तस्य 1, 2, 3, 4 पेराग्राफ्स् अनन्तरं गच्छतु अत्र प्रथमतया अन्तरङ्गस्य प्रसङ्गे सर्वे प्राप्नुवन्ति वा अस्तु पठतु अत्र प्रथमतया अन्तरङ्गस्य प्रसङ्गे निमित्तं नाम किम् इति निश्चेतव्यम् अर्थकृतनिमित्तं वा संज्ञाकृतनिमित्तं वा सप्तकृतनिमित्तं वा इति ज्ञेयम् अस्मिन् विषये च महती चर्चा भवति अत्र अन्ततो गत्वा नागेशक इति नवीनवैयाकरणस्य मतम् अद्यत्वे स्वीक्रियते तस्य मतं तु भाष्यकारस्य पतञ्जलिः एव इति इति अङ्गीकारः नाम यथा नागेशस्य चिन्तनं तथैव भाष्यकारस्य अपि भाष्यकारस्य चिन्तनं किं किमर्थं तथा च इत्यपि नागेशः प्रदर्शयति अग्रे पठामि महोदय सारांशः अत्र उच्यते व्याकरणशास्त्रं शब्दशास्त्रम् एव नाम व्याकरणशास्त्रे शब्दस्य प्राधान्यं शब्दः नाम कः वर्णः पदं च इति यस्य ध्वनिः भवति अथवा यः ध्वनिः एव अस्ति अर्थः तस्मात् भिन्नः संज्ञा च तस्मात् भिन्नः शब्दः अर्थवान् भवति अर्थविशिष्टः भवति अतः अर्थः शब्दस्य विशेषणं शब्दः एव विशेष्य स च शब्दः व्याकरणस्य प्रमुखविषयः तदर्थम् असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषायाम् अन्धशब्देन शब्दरूपि निमित्तस्य ग्रहणम् तात्पर्यम् एवम् अग्रे पठतु स च सप्तः व्याकरणस्य प्रमुखविषयः तदर्थं तात्पर्यम् एवं यत् अन्तरङ्गं बहिरङ्गम् इत्यनयोः अङ्गशब्देन शब्दरूपी निमित्तं स्वीक्रियते किं लिखितं लिखितम् अस्ति अन्तरङ्गबहिरङ्गविषये बहवः चर्चा भवति अतः नागेशस्य इति नवव्याकरणिक भाष्यकारस्य मतम् अङ्गीक्रियते किम् इति चेत् नागेशस्य भाष्यमेव पतञ्जलि इति भाष्यकारस्य भाष्यम् अनुसृत्य गच्छति इत्यनेन नागेशस्य भाष्यं स्वीक्रियते इति प्रथमबिन्दु. पुनः व्याकरणशास्त्रं शब्दशास्त्रम् इति उच्यते. नाम व्याकरणशास्त्रे शब्दमेव प्राधान्यं. शब्दः इति कः? वर्णः पदं च इति यस्य ध्वनिः भवति अथवा यः ध्वनिः एव अस्ति इति शब्दः इति उच्यते. तस्मात् शब्दात् भिन्नः अर्थः, अर्थात् भिन्नः संज्ञा इति शब्दः अर्थः संज्ञा इति त्रीणि सन्ति. शब्दः अर्थवान् भवति, शब्दः अर्थविशिष्टः भवति. अतः अर्थः शब्दस्य विशेषणम् नाम व्याकरणे प्रमुखविषयं शब्दः अस्ति. शब्दस्य लिङ्गशब्दस्य संज्ञा इति सर्वं तु शब्दस्य विषयाणि सन्ति. शब्दस्य प्रमुख शब्दमध्ये लिङ्गमस्ति, शब्दमध्ये संज्ञा अस्ति. परन्तु व्याकरणे तु शब्दस्य महत्त्वं नाम शब्दस्य रूपं कीदृशम्, तस्य वर्णानि कानि, तत्र ध्वनिः का इति. अतः सः नूतन व्याकरणः वदन्ति यत् असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषायां यत् अङ्ग इति शब्देन निमित्तानि सूचितानि ते केवलं शब्दरूपी निमित्तानि एव भवेयुः. नाम शब्दस्य ध्वनिः, शब्दस्य वर्णः, शब्दस्य आकृतिः इति दृष्ट्या एव निमित्तानि भवेयुः. तत्र शब्दे इति विशेषाणि सन्ति नाम तस्य लिङ्गं किं, वचनं किम्, अर्थं किं, संज्ञा किम् इति सर्वं न द्रष्टव्यम्, केवलं शब्दं द्रष्टव्यम् इति वार्ता अस्ति. तर्हि अग्रे पठतु उदाहरणार्थम्. अहमेव पठामि महोदय. उदाहरणार्थम् अत्र सीत् योगः न इति स्थितौ अङ्गसम्बन्धित्वम् इक्त्वं लघुत्वम् उपधात्वम् एतत् सर्वं संज्ञानां भेदे अपि अपेक्षमाणः शब्दः तु सिव् इत्येव. अतः वस्तुतः अत्र शब्दस्य एकस्य एव अपेक्षा वर्तते अङ्गसंज्ञकस्य. शब्दशास्त्रे शब्दस्य एव प्राधान्यात् सप्तम्यन्ततया वा सप्तम्यन्ततया वा पञ्चम्यन्ततया वा निमित्ततया उपास्तः शब्दः एव निमित्तपदेन गृह्यते न तु अर्थः संज्ञा च. किं लिखितम्? उदाहरणं दत्तं सिद्योगः न तस्मिन् अङ्गसम्बन्धित्वम् इकत्वम् एतानि निमित्तानि वा महोदय? अङ्गसम्बन्धित्वम् इक्त्वं लघुत्वं कैयटस्य मतेन एतानि सर्वाणि निमित्तानि खलु. निमित्तानि लघुत्वम् एतत् सर्वं संज्ञानां देते अपि अपेक्षमाणः शब्दः सिव् इत्येव. सिव् इति शब्दं प्रमुख मुख्यविषयः अस्ति. अतः सिव् एव निमित्तमस्ति. सिव् शब्दे स्थापितं यत् विषयं सन्ति, यत् अङ्गमस्ति, इक् अस्ति, लघु अस्ति, उपधा अस्ति, एतत् सर्वे तु एताः सर्वाः तु संज्ञाः सन्ति. अतः ताः सर्वाः निमित्तानि न सन्ति. केवलं सिव् यत् शब्दः अस्ति तदेव निमित्तम्. अतः अत्र शब्दस्य एकस्य एव अपेक्षा वर्तते निमित्तम्. अतः एतानि पञ्चनिमित्तानि इति न वक्तव्यम्. अत्र शब्दस्य एकस्य एव अपेक्षा अन्तरङ्गं वा बहिरङ्गं वा इति निरूपणं कर्तुम् अर्हति. सत्यं. शब्दशास्त्रे शब्दस्य एव प्राधान्यं. शब्दं यन्त्रतया वा पञ्चम्यन्ततया वा शब्दः एव प्रमुख्यकारणम् अस्ति. एतानि सप्तम्यन्ततया पञ्चम्यन्ततया वा निमित्ततया न अपेक्षितम्. केवलं पञ्चशब्दं यत् पञ्चमीविभक्ति सप्तमीविभक्तिमध्ये अस्ति तदेव अस्ति खलु. वयं जानीमः यत् व्याकरणे पञ्चमीविभक्ति सप्तमीविभक्ति इति अस्ति चेत् निमित्तम् अस्ति. तदेव निमित्तस्य उपसर्गः शब्दः एव निमित्तपदेन गृह्यते. शब्दमेव न तु अर्थः संज्ञा वा. अवगतं महोदय. अवगच्छति वा? सर्वे अवगच्छन्ति वा? किं चर्चा, का चर्चा भवति अत्र महोदय? एतत्तु नरेश महोदयस्य वैयाकरणस्य विचारः वा? नागेश. पुरातनवैयाकरणस्य विषये विचारः. पुरातनवैयाकरणस्य विषये विचारः अस्ति यत् सर्वं निमित्तमस्ति. तत् न केवलं शब्दः परन्तु तत्र स्थितं अङ्गं, संज्ञा, उपधा, अर्थः, लिङ्गं सर्वं निमित्तमस्ति. भिन्नभिन्ननिमित्तानि. अर्थं लिङ्गं कथं निमित्तानि भवन्ति? अत्र लिङ्गं न, परन्तु यत्र सूत्र अस्ति चेत् तत्र लिङ्गानुसारं कार्यं करणीयं. तत्र प्राचीनव्याकरणं वदन्ति यत् लिङ्गमपि निमित्तमस्ति. परन्तु अस्मिन् सूत्रे सिव्योगः न मध्ये फुगन्तलघुपदस्य च इति सूत्रस्य कृते प्राचीनव्याकरणाः वदन्ति यत् अङ्गसंज्ञा, इक् संज्ञा, लघुसंज्ञा, उपधासंज्ञा सर्वाणि भिन्नभिन्ननिमित्तानि सन्ति. परन्तु एतानि सर्वाणि वस्तुतः तु सिव् शब्दे मध्ये एव स्थितानि सन्ति खलु. अतः यद्यपि प्राचीनवैयाकरणः वदन्ति यत् पञ्चनिमित्तानि सन्ति, परन्तु नागेशः इव नूतनवैयाकरणाः वदन्ति यत् न, केवलं शब्द सिव् एव एकनिमित्तम् इति. महोदय, इत्युक्ते शब्दप्रधानं, शब्दः एव प्रधानम् इत्युक्ते विभक्तिर्द्वारा इति अर्थः. आम्, तथा सूत्रे यत् पञ्चमी अथवा सप्तमी अथवा तृतीया विभक्त्या यत् निमित्तं सूचितमस्ति तदेव ग्रहणीयं. तत् शब्द एव प्राधान्यं. तत्र तस्य शब्दमध्ये विशेषणानि यानि सन्ति, नाम, लिङ्ग, अर्थ, एतत् सर्वं भिन्ननिमित्तरूपेण न स्वीकरणीयम्. एतानि सर्वाणि तु निमित्तानि सन्ति, किन्तु फार् कौण्टिङ्ग् पर्पसेस् कति निमित्तानि इति ते पश्यन्ति किम्? तत्तु अस्ति, परन्तु नूतनवैयाकरणाः वदन्ति यत् ते निमित्तानि निमित्तरूपेण न स्वीकरणीयं, तत् यतोहि ते सर्वं तु शिव शब्दे मध्ये एव स्थितं, तर्हि शिव इति एकनिमित्तम् एव स्वीकरणीयं, वन् निमित्तमेव. अस्तु अस्तु, धन्यवादः महोदय. अग्रे भानुमहोदय अस्ति खलु. आं महोदय, अग्रे पठतु महोदय. कुत्र महोदय दृष्टान्ते इको यणचि ई दृष्टान्ते इको यणचि इति सूत्रे तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यनेन अज व्यवहितपूर्वस्य इकः यणादेशो भवति अचि इति सप्तम्याम् अस्ति. अनेन शब्दरूपनिमित्तमेव ग्राह्यं, न तु संज्ञारूपनिमित्तं. संज्ञा न शब्दः, संज्ञायाः इदमेव कार्यं संज्ञनं विशेष्यति. अच् इति संज्ञा, तत्र किन्तु अच् इति संज्ञाविशिष्टसंज्ञी अपेक्षते. अपि योगः अस्ति, योगः अस्ति अपि अस्ति इत्यस्मिन् अकारः संज्ञे इति योगः उपस्थितम् इत्युपस्थितम् इत्यस्मिन् उकारः संज्ञे तस्य च उकारस्य संज्ञा अच्. अतः अचि इति पदं संज्ञपदं न तु संज्ञापदम्. अत्र संज्ञे उकारः निमित्ततया आश्रितः न तु संज्ञा. अयम् उकारः शब्दः सूत्रेषु सप्तम्यन्ततया वा पञ्चम्यन्ततया वा यः निमित्ततया गृह्यते स च शब्दः न तु संज्ञा वा अर्थो वा. किं लिखितम्? किञ्चित् क्लिष्टमिति भाति महोदय. संज्ञा संज्ञा दृष्टान्ते उदाहरणार्थम् इको यनाचि इति सूत्रं यदस्ति तत् सूत्रे अन्यः एकं सूत्रमस्ति तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यनेन अज व्यवहितपूर्वस्य. महोदय इत्युक्ते किं महोदय? अज व्यवहितपूर्वस्य तत्र सन्धिः अस्ति अच् अव्यवहित अच् अव्यवहितपूर्वस्य नाम अच् इत्युक्ते स्वर अव्यवहितः इत्युक्ते यत्र मध्ये किमपि अन्यवर्णः नास्ति. तर्हि अत्र साक्षात् अच् वर्णस्य पूर्वे पूर्वम् इक् वर्णः अस्ति तत्र. अव्यवहित इत्युक्ते महोदय? ओ व्यवहित इत्युक्ते यत्र मध्ये कोऽपि अन्यवर्णः अस्ति. अव्यवहित इत्युक्ते यत्र मध्ये अन्यवर्णः नास्ति. तर्हि अच् अव्यवहितपूर्वस्य इत्युक्ते अत्र अच् वर्णः अस्ति तस्मात् साक्षात् पूर्वम् इक् वर्णः अस्ति, मध्ये कोऽपि अन्यवर्णः नास्ति. तर्हि अत्र यण्सन्धिमध्ये यत् अच् इक् वर्णः अस्ति तस्य साक्षात् अनन्तरम् अच् भवति खलु, मध्ये किमपि नास्ति, संहिता अस्ति न, अतः अव्यवहितः अस्ति, मध्ये कस्यापि अन्य वर्णस्य व्यवधानं नास्ति. अन्य इत्युक्ते महोदय अच् अन्य मध्ये अन्य वर्णस्य इण्टरप्षन् अथवा इण्टर्फेरेन्स् नास्ति महोदय. तर्हि किं लिखितं महोदय? तदनन्तरं अति इति सप्तम्याम् अस्ति सम्यक् अति अति किं महोदय तत्र इको यानचि अचि आम् अनेन शब्दरूपनिमित्तमेव ग्राह्यं शब्दरूप अचि इति सप्तम्याम् अस्ति सप्तम्यन्तम् अस्ति अतः तत् निमित्तम् इति ग्राह्यम् न तु संज्ञारूपनिमित्तं शब्दरूपनिमित्तं न तु संज्ञारूपनिमित्तम् एतत् किं महोदय संज्ञारूप नास्ति शब्दरूपनिमित्तं तदेव वदामि महोदय भानुमहोदय किं चिन्तयति वदतु महोदय किमपि न चिन्तयामि तर्हि अत्र अचि इति निमित्तम् अस्ति खलु प्रश्नः अस्ति अचि इति निमित्तम् इत्युक्ते किं तर्हि अच् यत् अस्ति अच् तु संज्ञा अस्ति अच् तु संज्ञा अस्ति प्रत्याहारस्य संज्ञा अस्ति परन्तु तेन प्रत्याहारेण किं निर्दिष्टं तत् वर्णः यत् अस्ति तद् निमित्तमस्ति धारणमस्ति यत्र अत्र अपि योगः अस्ति अत्र अस्ति मध्ये अकारः अस्ति तद् अकारः अचि इति प्रत्याहारे अस्ति अच् प्रत्याहारे अस्ति परन्तु वस्तुतः निमित्तं यत् अस्ति तत् केवलं तत् वर्णम् अस्ति अथवा अ इति वर्णः एव निमित्तं तद् तस्मिन् वर्णे यत् अच् इति संज्ञा इति अन्तर्भूतमस्ति तत् निमित्तं नास्ति अच् एकं संज्ञा अस्ति खलु आं महोदय अस्तु संज्ञा एव अकारः इत्यादि तु शब्दः अथवा वर्णः शब्दः अथवा वर्णः किम् अस्ति केवलम् अकारः तद् अकारे बहूनि विशेषणानि सन्ति तत्र एकविशेषणमस्ति यत् अकारः अच् प्रत्याहारे अपि अस्ति तर्हि तत् अचत्वं यत् अस्ति तत् तु केवलं संज्ञा अस्ति तत् निमित्तं नास्ति निमित्तं केवलम् अकारः नाम अच् इति शब्देन अच् इति संज्ञा अच् इति संज्ञया यत् वर्णः निर्दिष्टः तत् वर्णः एव निमित्तम् अस्तु महोदय अत्र अस्ति प्रत्याहारः अस्ति चिन्तयतु अच् नास्ति अत् एव अस्ति इत्युक्ते अकारः तत्रापि अत् एव अस्ति तत्रापि अकारः यत् अस्ति तदेव तदेव तत्र निमित्तम् अस्ति तत्र नाम वर्णरूपी एव निमित्तम् अस्ति तत्र वर्णे संज्ञा का अस्ति एव निमित्तं नास्ति अच् एका संज्ञा अस्ति खलु तर्हि महोदय अथवा अच् वा तत्तु संज्ञा एव संज्ञा न तु संज्ञारूपनिमित्तम् इति किमर्थं वदति महोदय तत्र विषयद्वयमस्ति एकमस्ति संज्ञा नाम द क्वालिटि और् द विशेषणम् एकमस्ति सङ्गी सङ्गी इत्युक्ते यस्य संज्ञा अस्ति तत् सङ्गी नाम विशेष्य तर्हि अकारः अस्ति अत्र अकारः स्वयं रूपेण सङ्गी अस्ति तस्य विशेषणं नाम तस्य संज्ञा अस्ति यत् तद् अच् एव अच् अपि अस्ति अच् प्रत्याहारे आगच्छति तर्हि विशेषणं निमित्तं नास्ति विशेष्य एव निमित्तम् अस्ति इति अवगच्छति तर्हि अच् द फ्याक्ट् देट् इट् इस् अच् देट् इट् कम्स् इन् अच् प्रत्याहार इस् नाट् द निमित्तं बट् द निमित्तम् इस् वाट् द अच् प्रत्याहार डिपिक्ट्स् द वर्ण इट्स् महोदय अच् मा स्वीकरोतु टेक् अ सिङ्गल् लेटर् दट् डजन्ट् हेव् लैक् कलेक्षन् कलेक्षन् तु प्रश्नः नास्ति तत्र The point is not that it is a collection or anything. The point is that ach or at or whatever, it is a... The sangya by itself is not the nimitta. What the varna it depicts, that is the nimitta. Astu. तर्हि अत् मध्ये अपि अ अवर्ण इस् द निमित्त तत्र तत्र अत् मध्ये यत् संज्ञा अस्ति तत्र कालं किम् अस्ति अथ तपर तत्कालेन तत् कालमपि अस्ति तदपि संज्ञा नास्ति केवलं द वर्ण द फार्म् द साउण्ड् अस्तु संज्ञा सङ्गी सङ्गीनं ते के सङ्गी संज्ञा यस्य परिभाषा अस्ति तत् संज्ञा संज्ञा इत्युक्ते नाम खलु संज्ञा इत्युक्ते नाम परिभाषा यस्य परिभाषा यस्य संज्ञा तत् सङ्गी अवगच्छति वा यथा विशेष्य विशेषणम् अस्ति खलु यस्य विशेषणं तद् विशेष्य तर्हि अत्र यस्य संज्ञा तत् सङ्गी तर्हि अत्र सङ्गी अस्ति अकारः अथवा उकारः तयोः संज्ञा अस्ति यत् ते अच् प्रत्याहारे अपि सन्ति अच् अवगच्छति वा सर्वे आं महोदय किञ्चित् किञ्चित् अवगत युद्धं महोदय अस्तु तर्हि अग्रे अन्य उदाहरणमस्ति तदपि पठामः तदपि एतद्विषये एव अस्ति अग्रे धन्यवादः महोदय न भवान् अस्तु धन्यवादः सुमन् महोदय अस्ति खलु अग्रे पठतु संज्ञा इत्यस्य संज्ञा इत्यस्य उदाहरणं दृष्टम् अधुना अर्थस्य स्त्रीलिङ्गे त्रिशब्दः योगः आम् प्रत्यय तिसृणां भवति त्रि चतुर् चतुरो स्त्रियां तिस्र चतस्र इति एकं सूत्रमस्ति इत्यनेन स्त्रियां त्रिस्थाने तिस्र चतुर्स्थाने चतस्र विभक्ति संज्ञक प्रत्यये परे इतोपि अन्यसूत्रम् अस्ति ह्रस्व त्रिचतुरो स्त्रियां तिस्र चतस्र इति सूत्रं किं वदति स्त्रीलिङ्गे यत् शब्द त्रि अस्ति तत् तु तिस्र भवति सुप्रत्यय आम् अनन्तरं तिस्रणां भवति कोऽपि विभक्तिप्रत्ययः अस्ति चेत् स्त्रीलिङ्गे त्रि इति शब्दस्य स्थाने तिस्र चतु इति शब्दस्य स्थाने चतुस्र इति अग्रे पठतु ह्रस्व कथं वदनीयं ह्रस्व ह्रस्वन् अस्तु इत्यनेन ह्रस्वात् अङ्गात् आम् प्रत्ययस्य नुट् आगमः किं लिखितम् ह्रस्व स्वरः अस्ति चेत् तदनन्तरं नकारः आगमः भवति इति यदि आम् प्रत्ययः अस्ति आम् प्रत्ययः इत्युक्ते किं षष्ठीविभक्ति षष्ठीविभक्ति बहुवचनं यथा रामाणाम् अस्ति तत्र अथवा देवानां तत्र देवयोगः आम् अस्ति तत्र ह्रस्वनद्यापो नुट् इति सूत्रेण देव ह्रस्वाङ्गमस्ति ह्रस्वाङ्गमस्ति खलु अतः इत्युक्ते अन्ते अकारः अस्ति अन्ते अकारः अस्ति अतः तस्य अग्रे यत् आम् अस्ति तस्य नुट् आगमः भवति नाम नकारः आगच्छति अतः ह्रस्व ऋकारः अस्ति अतः नुट् आगमः इत्युक्ते नकारः आगच्छति अग्रे क्षम्यतां कुत्र तदा नामि तदा नामि भिन्नसूत्रमस्ति इत्यनेन अजन्ता अङ्गस्य दीर्घ भवति नामि परे अजन्ता अङ्गस्य दीर्घ भवति नामि परे तर्हि एकवारं नाम आगच्छति तदनन्तरं अजन्त अङ्गस्य दीर्घं भवति अतः रामयोगः नाम तत्र रामाणां भवति देवयोगः नाम देवानां तर्हि प्रथमं देवयोगः आम् अस्ति तदनन्तरं ह्रस्वनद्यापो नुट् इति सूत्रेण आं तस्य नाम भवति तदनन्तरं नामि इति सूत्रेण दीर्घत्वं भवति देवानाम् आम् षष्टि विभक्त्यं तु सर्वे दीर्घस्वराः एव खलु पितॄणां मातॄणां अस्तु ह्रस्वस्वर अस्ति चेत् अपि दीर्घ एव भवति षष्टि विभक्त्यां बहुवचने नकारस्य दीर्घं भवति इति एव अर्थः खलु न न न स्वरस्य नकारस्य दीर्घं किमपि नास्ति अस्तु रामानामिति यत्र कुत्रापि वयं दीर्घ ह्रस्व इति कुत्रापि शब्दं यत्र वयं पश्यामः केवलं स्वरस्य कृते अस्ति तर्हि रामाणां मध्ये राम अस्ति तत्र रामा कथं भवति दीर्घत्वं भवति खलु प्रथमसोपानम् अस्ति नकारः आगच्छति ह्रस्वस्वर अन्ते अस्ति चेत् अनन्तरं ह्रस्वस्वरस्य दीर्घत्वं भवति अस्तु न तिस्र चतस्र इत्यनेन तिस्र चतस्र इत्यनयोः नामि दीर्घः न भवति न तिस्र चतस्र इति सूत्रं नामि इत्यस्य बाधकसूत्रम् अस्तु नामि वदति अङ्गस्य क्षम्यतां स्वरस्य दीर्घः भवति इति स्वराः दीर्घः भवति दीर्घाः भवन्ति इति किन्तु एतत् सूत्रं बाधकसूत्रम् अस्ति एतत् सूत्रं वदति तिस्र चतस्र अस्ति चेत् तिस्रणां चतस्रणाम् एव भवति तिसॄणां चतस्रॄणां न भवति यद्यपि तत्र ह्रस्वऋकारः अस्ति परन्तु तस्य दीर्घत्वं न भवति अस्तु तर्हि न तिस्र चतस्रः अपवादसूत्रमस्ति नामि इति सूत्रस्य अस्तु एतत् पर्यन्तं सर्वे अवगच्छन्ति किमस्ति बेक्ग्रौण्ड् आं महोदय अस्तु अग्रे पठामि पठामि किम् अस्तु त्रियोगः आम् इति स्थितौ त्रयस्त्रयः अपि नूतनसूत्रमस्ति इत्यनेन त्रयादेशः त्रिचतुरोः स्त्रियां तिस्र चतस्र इत्यनेन सूत्रं तिस्र आदेशः द्वयोः प्रसक्तिः न अवगच्छामि. तर्हि अत्र किमस्ति, प्रातिपदिकं किमस्ति? त्रि खलु. त्रि आम् आम्. तर्हि अस्माकम् इच्छा अस्ति यत् त्रियोगः आम् त्रिशब्दे षष्ठीविभक्ति बहुवचनं रूपम् अस्माभिः इच्छा अस्ति. स्त्रीलिङ्गे त्रि स्त्रीलिङ्गे तर्हि त्रियोगः आम् अस्ति. तर्हि एकं सूत्रमस्ति त्रेस्त्रयः. त्रेस्त्रयः इति सूत्रं किं वदति? अग्रे लिखितमस्ति त्रेस्. एकवारम् अग्रे पठतु. अस्तु, त्रेस्त्रयः इत्यनेन त्रिस्थाने त्रयादेशः भवति. आम् आम् प्रत्यये परे. अस्तु अग्रे. त्रिचतुरो स्त्रियां तिस्र चतस्र इत्यनेन स्त्रियां त्रिस्थाने तिस्र आदेशः विभक्तिसंज्ञकः विभक्तिसंज्ञकप्रत्यये परे. ओ द्वयोः अन्यत्र लब्धावकाशो वर्तते, अतः परत्वात् तिस्र आदेशस्य प्राप्तिः. एतावत्पर्यन्तं किं लिखितम्? तर्हि अस्माकं अस्माकम् इच्छा का अस्ति यत् स्त्रीलिङ्गे त्रिशब्दस्य इति अस्माकम् इच्छा अस्ति. स्त्रीलिङ्गे त्रिशब्दस्य षष्टिबहुवचनं. तर्हि सर्वप्रथमं त्रियोगः आम् अस्ति. त्रि प्रातिपदिकम् आम् इति प्रत्ययः. अधुना त्रेस्त्रयः एकं सूत्रमस्ति. त्रेस्त्रयः सूत्रं वदति यत् आम् प्रत्यये परे अस्ति चेत् त्रिस्थाने त्रय करोतु इति. नाम त्रियोगः आम् यदि त्रेस्त्रयः सूत्रस्य कार्यं भवति तद्भवति त्रययोगः आम् इति भवति. किन्तु त्रिचतुरो चतुरो स्त्रियां तिस्र चतस्र वदति त्रि अस्ति चेत् स्त्रीलिङ्गे तिस्र करोतु, चतुर् अस्ति चेत् स्त्रीलिङ्गे चतस्र करोतु. तर्हि त्रिचतुरो स्त्रियां तिस्र चतुस्र इति सूत्रं वदति यत् स्त्रीलिङ्गे त्रिस्थाने तिस्र करोतु कोऽपि विभक्तिप्रत्ययः अस्ति चेत्. तर्हि तावदस्ति चेत् त्रियोगः आम् भवति, तिस्रयोगः आम्. तर्हि अधुना त्रयस्त्रयः वदति त्रययोगः आम्, तिस्रचतुस्रो त्रिचतुरो स्त्रियां तिस्रचतुस्र वदति तिस्रयोगः आम्. तर्हि किं करणीयं? त्रययोगः आम् करणीयं, तिस्रयोगः आम् करणीयं? कथं जानीमः? अत्र प्रायः न जानामि, किन्तु ऊहा करोमि चेत् वदामि ते त्रयः. नो चेत् तत् सूत्रं तु किञ्चित् सब्सेट् अस्ति खलु. आम् एकमेव प्रत्ययः अस्ति. तत्तु अस्ति, आम् एकमेव प्रत्ययः अस्ति. तिस्रचतुस्र तु वदति यत् कोऽपि प्रत्ययः अस्ति चेत् करोतु, परन्तु सब्सेट् नास्ति. यतोहि त्रयस्त्रयः तत्र लिङ्गस्य कापि बाधा नास्ति, कोऽपि लिङ्गः अस्ति चेत् करोति खलु. ओ अस्तु अस्तु, निरर्थकः न भवति यतः पुल्लिङ्गे नपुंसके भवितुं शक्नोति. अस्तु, तर्हि अतः लिखितम् अस्ति द्वयोः अन्यत्र लब्धावकाशः वर्तते. ओ अस्तु, द्वयोः अन्यत्र नाम त्रियोगः आम्, आम् प्रत्यये परे त्रयः भवति चेत् तस्य तत्र अन्यलब्धावकाशः अस्ति. नाम त्रयः पुल्लिङ्गे भवितुं शक्नोति, नपुंसकलिङ्गे भवितुं शक्नोति. तर्हि त्रयस्त्रयः सूत्रस्य अन्यलब्धावकाशः अस्ति. तथैव द्विचतुरो स्त्रियां पितृचतुस्र इति सूत्रस्य अपि आम् प्रत्यय विहाय अन्यत्र लब्धावकाशः अस्ति. तर्हि कोऽपि किमपि सूत्रं निरवकाशः कदापि न भवति. इदानीं सङ्ख्या द्रष्टव्या. यथा यदा लब्धावकाशः अस्ति उभयोः सूत्रयोः तत्र किं वयम् उच्यते, कीदृशी स्थितिः अस्ति तत्र? परं सूत्रं का? हा, तत्र स्थिति स्थित्यामः नाम किं? विप्रतिषेध अथवा तुल्यबलविरोध. तर्हि अत्र तुल्यबलविरोधस्थितिः अस्ति खलु? आम् आम्. अतः तुल्यबलविरोधस्थितिः यथा महोदय उक्तं, विप्रतिषेधे परं कार्यम् इति सूत्रेण परसूत्रस्य कार्यं भवति. अतः अत्र परसूत्रं किमस्ति? त्रिचतुरो स्त्रिया. अतः त्रिस्थाने त्रयः न आगच्छति, अपि तु तिस्र आगच्छति. किन्तु नामी सूत्रं कार्यं करोति, अनन्तरं तिस्र चतस्र अपवादसूत्रं तदपि आगच्छति खलु? तद् अग्रे. अधुना केवलं त्रियोगः आम् इति स्थित्यौ किं करणीयं? तर्हि उत्तरमस्ति यत् तिस्रयोगः आम् करोतु, न तु त्रययोगः आम्, यतोहि परसूत्रमस्ति. अस्तु, अतः अधुना स्थितिः अस्ति त्रियोगः आम्, तस्य भवति तिस्रयोगः आम्. अधुना अग्रे. अस्तु, अत्र ह्रस्वान् द्यापो नुट् इत्यनेन ह्रस्वात् अङ्गात् आम् प्रत्ययस्य नुट् आगमः तिस्रयोगः नाम् भवति. तदा नामी इत्यनेन आदिष्टस्य दीर्घत्वं निषीधते, न तिस्र चतस्र इत्यनेन तिस्रणाम् इति रूपम्. सर्वे अवगच्छन्ति वा तिस्रणां कथं भवति? तर्हि त्रियोगः आम् प्रथमतया त्रिचतुरो स्त्रियां त्रिचतुस्र इति सूत्रेण तिस्रयोगः आम्, तदनन्तरं तिस्र ह्रस्व अङ्गं रूपम् अस्ति, अतः ह्रस्वनद्यापो नुट् इति सूत्रेण नकारस्य आगमः भवति, तिस्रयोगः नाम. तदनन्तरं तत्र नामी सूत्रस्य प्रसक्तिः अस्ति, तत्र ऋकारस्य दीर्घऋकारः भवति, परन्तु न तिस्रचतुस्र इति अपवादसूत्रेण दीर्घत्वं न भवति तिस्रणां. तदनन्तरं रसाभ्यां नोण समानपदे इति सूत्रेण तदनन्तरं तत्र नकारस्य णत्वं भवति. वार्ता अस्ति, सर्वे अवगच्छन्ति वा? अस्तु, तर्हि अधुना अग्रे पठामः. महोदय पठतु. अस्तु, अस्यां प्रक्रियायां चतुरो स्त्रियां तिस्र चतस्र इत्यस्मिन् स्त्रियां इत्यस्य अर्थनिमित्तिकत्वं स्वीक्रियते चेत् तिस्र आदेश विधायकशास्त्रं बहिरङ्गं भवति. क्षम्यतां, तिस्र आदेश विधायकशास्त्रं बहिरङ्गं भवति त्रेस्त्रयः इति त्रयादेशः विधायकशास्त्रं प्रति. कथं तर्हि त्रेस्त्रयः सूत्रमस्ति, तद् वदति त्रिस्थाने त्रय. तर्हि तत्र नाम आमप्रत्ययः यदि अस्ति पुरः त्रिस्थाने त्रय भवति. तथैव त्रियोगः त्रय त्रियोगः आम् इति स्थाने तिस्रचतुस्र त्रिचतुरो स्त्रियां तिस्रचतुस्र सूत्रं वदति यत् स्त्रीलिङ्गे तिस्र करोतु खलु. तर्हि अधुना त्रियोगः आम् इति स्थाने त्रययोगः आम् भवितुं शक्नोति, तिस्रयोगः आम् अपि भवितुं शक्नोति. अधुना यदि वयं पश्यामः यत् निमित्तं कस्य सूत्रस्य निमित्तानि कानि, तर्हि त्रिचतुरो स्त्रियां त्रिचतुरसूत्रस्य स्त्रियाम् अपि एकं निमित्तम् अस्ति खलु. यदि यदि प्राचीनव्याकरणस्य मतं स्वीकुर्मः यत्र केवलं शब्दरूपेण निमित्तं न अपि तु अर्थनिमित्तं लिङ्गनिमित्तमपि निमित्तं भवति तर्हि तत्र स्त्रियामपि निमित्तमस्ति खलु. तर्हि त्रिशब्दः अपि निमित्तम् अस्ति स्त्रियामपि निमित्तमस्ति परन्तु त्रयस्त्रयः इति सूत्रस्य कृते केवलं त्रिशब्द एव निमित्तमस्ति. तस्य कृते स्त्रियाम् इति किमपि निमित्त लिङ्गम् इति किमपि निमित्तं नास्ति खलु. आम् सत्यमेव. अतः यदि स्त्रियाम् इति यदि वयं प्राचीनकैयट इति वैयाकरणस्य मतेन यदि स्त्रियामपि यदि वयं भिन्नरूपेण निमित्तं स्वीकुर्मः तर्हि त्रयस्त्रयः इति सूत्रस्य निमित्तानि तिस्र त्रिचतुरो स्त्रियां तिस्रचतुस्र इति सूत्रे अन्तर्भूतानि भवन्ति खलु. यतोहि त्रयस्त्रयः इति सूत्रस्य निमित्तं केवलं त्रिशब्द प्रत्यय तिस्रचतुस्रो स्त्रियां तिस्रचतुस्र इति सूत्रस्य निमित्तानि कानि त्रिशब्द प्रत्ययः स्त्रियामपि. तर्हि स्त्रियाम् एक्स्ट्रा अस्ति खलु निमित्तम्. अतः त्रयस्त्रयः अन्तरङ्गं तिस्रचतुस्र बहिरङ्गम् इति भवति खलु. तथा भवति चेत् किं भवति? अन्तरङ्गं त्रयस्त्रयः सूत्रं कार्यं करोति. तर्हि त्रिलिङ्गे अपि त्रय इति भवति न तु तिस्र. तर्हि अत्र क्लेशः भवति खलु. पुनः परत्वात् तु वयं जानीमः यत् तिस्र आगच्छति परन्तु अन्तरङ्गशास्त्रेण वयं दर्शयामः यत् त्रय आगच्छति. तर्हि किं करणीयं? सम्यक् रूपं किम् अस्ति? तर्हि अन्तरङ्गशास्त्रस्य सहायतया यदि वयं स्त्रियाम् अर्थनिमित्तिकत्वं यदि वयं स्वीकुर्मः यत् स्त्रियामपि भिन्ननिमित्तमस्ति तर्हि अधुना वयं पश्यामः यत् दोषपूर्णरूपं भवति. तिसृणां न आगच्छति खलु. किन्तु वयं जानीमः अत्र तु अपवादसूत्रं नास्ति अतः सूत्रसङ्ख्या द्रष्टुं वक्तुं शक्नुमः. सूत्रसङ्ख्या परकार्यं पूर्वकार्यं तस्मात् अन्तरङ्गकार्यं बलिवत्तरमस्ति खलु. पूर्वपर सूत्रं किम् अस्ति? पूर्वपर नित्य अन्तरङ्ग अपवादबलीयः नाम पूर्वपरम् इति शास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत् अस्ति खलु. अस्तु. तर्हि परकार्यम् अस्तु पूर्वकार्यम् अस्तु किमपि अस्तु अन्तरङ्गम् अस्ति चेत् तस्य कार्यं प्रथमं भवति इति. अस्तु. तर्हि अतः त्रय भवति. तर्हि अन्तरङ्गशास्त्रेण त्रय इति आगच्छति परन्तु तत्तु दोषपूर्णमस्ति. तर्हि अत्र अग्रे पश्यामः. अस्तु, अग्रे पठतु. अस्तु. त्रिचतुरो स्त्रियां तिस्र चतस्र इत्यनेन स्त्रियां त्रिस्थाने तिस्र चतुर्स्थाने चतस्र विभक्तिसंज्ञकप्रत्यये परे त्रयस्त्रयः इत्यनेन त्रिस्थाने त्रय आदेशो भवति आम् प्रत्यये परे उभयत्र परिनिमित्तकत्वम् अस्ति अतः स्त्रियाम् इत्यस्य अर्थनिमित्तकम् अर्थनिमित्तकत्वं स्वीक्रियते चेत् त्रिचतुस्त्रियां तिस्रचतुस्र इति बहिरङ्गं भवति त्रयः इति सूत्रं प्रति यतोहि त्रेस्त्रयः इति सूत्रे किमपि अर्थनिमित्तं नास्ति. अनेन कारणेन अन्तरङ्गत्वात् त्रयोदेशस्य प्राप्तिः. त्रय अस्तु. अस्यां दशायां तिस्रः आदेशस्य उभावात् तिस्र आदेशस्य दीर्घत्वप्राप्तिः अपि न भवति. तस्माच्च दीर्घत्वस्य निषेधकसूत्रं न तिस्र चतस्र व्यर्थं तत्र भवेत्, तत् न भवेत्. किञ्चित् किञ्चित् यद् अवगच्छामि वदामि, भवान् समीकरोतु. आम् वदामि. तत्र अन्तरङ्गत्वरूपेण त्रिस्थाने त्रय एव आगच्छति. यतोहि त्रयस्त्रयः सूत्रं वदति यत् प्रत्ययः भवतु, त्रिशब्दः भवतु, परन्तु त्रिचतुरस्त्रियां त्रिचतुरस्त्रसूत्रं वदति यत् त्रिलिङ्गमपि भवतु. अतः तस्य एकम् अधिकं निमित्तम् अस्ति. यदि अर्थम् अपि भिन्ननिमित्तं यदि वयं स्वीकुर्मः तर्हि यत् अर्थमस्ति नाम लिङ्गम् अस्ति तदपि भिन्ननिमित्तम् अस्ति इति यदि वयं स्वीकुर्मः तर्हि त्रयस्त्रयः सूत्रम् अन्तरङ्गं भवति. अतः सर्वदा यत्र कुत्रापि यत् स्त्रियोगः आम् अस्ति स्त्रीलिङ्गे अपि तत्र त्रययोगः आम् भवति. तदनन्तरं त्रययोगः आम् भवति ह्रस्वज्ञा ह्रस्व अनद्याहो नुट् इति सूत्रेण त्रययोगः नाम् भवति. तदनन्तरं नामी इति सूत्रेण त्रयाणाम् इति रूपं भवति स्त्रीलिङ्गे. तर्हि स्त्रीलिङ्गे त्रयाणां रूपं भवति. परन्तु एतद्रीत्या सूत्रमस्ति न तिसृचतुस्र यत् वदति यत् तिसृशब्द अनन्तरं नामी अस्ति चेत् दीर्घं मा करोतु. तत् सूत्रं व्यर्थं भवति खलु. यतोहि तत् सूत्रं वदति यत् तिस्र अस्ति चेत् तदनन्तरं नाम अस्ति चेत् दीर्घत्वं मा करोतु ऋकारस्य. परन्तु अन्तरङ्गत्वात् सर्वदा आम् प्रत्ययपरे त्रिलिङ्गे अपि तिस्र शब्दस्य स्थाने त्रयशब्दः आगच्छति. तिस्र तु कदापि न आगच्छति. तिस्र कदापि न आगच्छति. अतः न तिस्र चतुस्र इति सूत्रस्य कदापि प्रसक्तिः एव न भवति. तथा तदस्ति चेत् न तिसृचतुस्र सूत्रं सर्वदा व्यर्थं भवति. परन्तु वयं जानीमः खलु यत् अष्टाध्याय्यां किमपि सूत्रं सर्वदा निरर्थकं तु न भवितुं शक्नोति. अतः सर्वदा निरर्थकम् अस्ति चेत् कथं पाणिनिना स्थापितम्. अतः अस्मिन् लैन् आफ् थाट् मध्ये कुत्रापि फेलसि अस्ति. कुत्रापि अस्माभिः दोषं कृतं. कुत्र दोषं कृतं? तर्हि तदेव वयं चिन्तयामः यत् स्त्रीलिङ्गम् इति भिन्नरीत्या निमित्तकरूपेण स्वीकरणीयं वा इति प्रश्नः अस्ति. यदि भिन्नरूपेण भिन्ननिमित्तरूपेण यदि वयं स्वीकुर्मः तर्हि दोषपूर्णः भवति. न चतुस्रसूत्रं किं भवति? निरर्थकं भवति. परन्तु नूतनव्याकरणस्य मतेन यदि स्त्रीलिङ्ग इति भिन्नरूपेण यदि वयं न पश्यामः केवलं शब्दः इति स्त्रीशब्दः एव निमित्तम् अस्ति तर्हि उभयत्र तिसृचतुस्रणां त्रयस्त्रयः उभयत्र निमित्तद्वयम् एव अस्ति. अत्र अन्तरङ्गस्य शास्त्रस्य चर्चा एव तत्र न आगच्छति. प्रसक्तिः एव न आगच्छति. अतः तत्र परसूत्रस्य कार्यम् इति विप्रतिषेधकार्यम् इति कृत्वा तिसृकार्यं करोति. अतः तिसृणां भवति. तत्र कोऽपि सूत्र किमपि सूत्रं निरर्थकं न भवति इति अस्ति. सो आङ्ग्लभाषायां यदि वयं यदि अहं वदामि तर्हि वि आर् ट्रैङ्ग् टु सी इफ् थिङ्ग्स् लैक् स्त्रीलिङ्ग संज्ञा should they be considered as separate nimitta? So this is another example where if we consider strilinga as a separate nimitta, then we get a form and wrong result in which one of the sutra in Ashtadhyayi becomes useless. Mm-hmm. That cannot happen. That's a contradiction. So that is one more example to show that strilinga and things like the artha of the word or the linga of the word should not be considered as a separate nimitta. This is another example which shows that. Sarve avagacchanti va? Anyam janaha, Bhanu Mahodaya, Sumitra Mahodaya, Neena Mahodaya, sarve avagacchanti va kim asti? Kinchit Mahodaya, punaha ekvaram patanayam iti bhati. Astu, astu. Bhanu Mahodaya? अवगच्छति वा महोदय किम् अवगच्छति किञ्चित् किञ्चित् महोदय भवान् वक्तुं शक्नोति वा किम् अवगच्छति न महोदय मीना महोदय तु शृणोति केवलं विजी महोदय अवगच्छति वा यत् अवगच्छति अहं वदामि महोदय अत्र तु त्रयः इति सूत्रम् अपि च त्रिचतुरे स्त्रियां त्रिचतुश्च इति सूत्रद्वयं स्तः तस्मिन् अन्तरङ्ग बहिरङ्गविषये किञ्चित् चर्चा भवति त्रयस्त्रयः इति सूत्रे निमित्तम् अस्ति त्रेः इति निमित्तम् अस्ति अपि च त्रिचतुरो स्त्रियाम् इति सूत्रे स्त्रियाम् इति उपरि पुनः एक अधिकं निमित्तम् अस्ति इति कारणात् त्रिचतुरो स्त्रियां तिसृच्छतस्य इति सूत्र त्रस्य निमित्तानि त्रयस्त्रयः सूत्रात् अधिकम् अस्ति इति कारणेन एतत् सूत्रं बहिरङ्गम् अस्ति अपि च त्रयस्त्रयः इति अन्तरङ्गम् अस्ति इति कारणात् त्रयस्त्रयः इति सूत्रं स्वीकरणीयम् इति वार्ता परन्तु वयं जानीमः शब्दप्रयोगम् एतत् नास्ति इत्यनेन दोषः अस्ति इति चिन्तयति दोषः एतत् स्वीकृतेन त्रिचतुरो स्त्रियां तिसृत्वम् इति सूत्रं निरर्थकं भवति इत्यनेन महोदय न तिस्रो चतुस्रो इति सूत्रं निरर्थकं भवति सूत्रं निरर्थकं सूत्रं किं सूत्रं निरर्थकं भवति त्रिचतुस्रो त्रिचतुरो स्त्रियाम् इति बहिरङ्गं स्वीकृतम् इत्यनेन त्रयस्त्रयः इति सूत्रम् अप्लै कृतवती किल तत्तु अस्ति अन्तरङ्गसूत्रं त्रयस्त्रयः अस्ति अतः त्रियोगः आम् इति स्थाने त्रययोगः आम् इति त्रययोगः आम् किमर्थं समीचीनं नास्ति इति कथं जानीमः प्रयोगम् अस्ति तृतीयः इति तत्तु भवती वदति तिसृणां रूपम् अस्ति इति भवती जानाति परन्तु न जानाति सपोज़ भवती रूपं न जानाति तिसृणां सर्वदा त्रयस्त्रयः इति सूत्रम् एव प्रयोगं कुर्मः इति कारणात् अपरसूत्रं निरर्थकं भवति किल? न न न न सर्वदा न त्रिचतुरो स्त्रियां पितृचतुस्रस्य प्रसक्तिः अन्या विभक्तिः कृते भवति. अत्र अत्र केवलम् आं कृते नास्ति, अन्यविभक्तिप्रत्ययां कृते अपि अस्ति. अतः त्रिचतुरो स्त्रियां पितृचतुस्र इति सूत्रं निरर्थकं न भवति. परन्तु अन्य किमपि सूत्रं निरर्थकं भवति. त्रियोगः यदि सर्वदा आम् परे अस्ति चेत् सर्वत्र यदि वयम् अन्तरङ्गत्वात् त्रि एव कुर्मः, त्रय एव कुर्मः, त्रयाणां सर्वदा, तर्हि यत् सूत्रमस्ति न तिस्रचतुस्र, यत् वदति यत् नाम परे तिस्रस्थाने दीर्घत्वं न भवति, तद् निष्फलं भवति. यतोहि तिस्र कदापि न आगच्छति. अतः न तिस्रचतुस्र इति सूत्रं निरर्थकं भवति, तद् सम्यक्. अतः वयं ज्ञातुं शक्नुमः यत् अस्माकं चिन्तनं दोषपूर्णम्. अवगच्छति वा? आम् महोदय. अस्तु अस्तु, प्रश्नः अस्ति वा कस्यापि अधुना? नास्ति चेत् अग्रे गच्छामः. तर्हि अधुना का को अस्ति? धन्यवादः सुमन् महोदय. सुमित्रा महोदय पठति वा? आं महोदय, पठामि. अस्यां प्रक्रियायां न अग्रे त्रि अग्रिम अनुच्छेद एकनिमिषं यदि च यदि च त्रयादेशस्य अनन्तरं स्थानीव भावेन तिस्र आदेशः उच्येत तदा च तस्य दीर्घसति दीर्घत्वनिवारणार्थं न तिस्रचतुष्र इत्यस्य अवसरः स्यात् इति कथनेन अपि न भवति. यतोहि यया रीत्या तिस्र आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गम् अस्ति, तया एव रीत्या तिस्र आदेशस्य अपेक्षया दीर्घादेशः अपि अन्तरङ्गम्. अन्तरङ्गत्वात् दीर्घानन्तरं स्थानिवत्तेन यदि तिस्रादेशः स्यात् पुनः लक्ष्ये लक्षणन्यायेन दीर्घादेशः न भवति. अस्यां दशायां न तिस्रचतुष्र इति दीर्घनिषेधकसूत्रं व्यक्तं भवति एव. अस्य निवारणार्थम् अर्थनिमित्तकत्वं न स्वीक्रियते. अग्रे पठतु एकवारम्. स्थानिवबद्धाः कथम् उच्चारणं करणीयं भवति? स्थानिवद्भावः नाम कः इति चेत् आदेशस्य स्वभावः स्थानिवद्भवति. दृष्टान्ते चतुर्थीविभक्तौ रामयुगः ङे इति तिथौ ङेर्यः इत्यनेन, अतः अङ्गात् ङेः यः भवति नाम अदन्तात् अङ्गात् ङे प्रत्ययस्य स्थाने य आदेशो भवति. रामयुगः ङे, रामयुगः य. अत्र सुपि च इत्यनेन अदन्ताङ्ग अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घादेशो भवति. यङ्यादि सुप्रत्यये परे सुप्रत्याहारे सु इत्यस्मात् आरभ्य इत्यस्मात् आरभ्य सुपर्यन्तं ते प्रत्ययाः ते सुपि अन्तर्भूताः. सु औ जस् अम् औत् शत् ताभ्यां भिस् ङेभ्यां भ्यस् ङसीभ्यां भ्यस् नस् ओस् आम् ङि ओस् सु. अधुना य आदेशः यद्यपि इण्यादिः किन्तु सुप् नास्ति अतः सुपी च इत्यस्य प्रसक्तिः न स्यात्. किन्तु स्थानिवद्भावेन स्थानिनः स्वभावः यथा आदेशस्य स्वभावोऽपि तथा. स्थानिनः स्वभावस्य सुपि अध्याहित्ये य प्रत्याहारस्य सुप्त्वात् सुपि च इत्यस्य प्रसक्तिः भवति. रामयुगः य सुपि च इत्यनेन अदन्ताङ्गस्य दीर्घादेशः रामाय इति रूपं सिद्ध्यति. अत्र स्थानिवदादेशो अनल्विधौ इति अतिदेशसूत्रम् आदेशः स्थानिना तुल्यं भवति किन्तु स्थानिसम्बन्धस्य अल् वर्णस्य आश्रयं कृत्वा विधिः अस्ति चेत् तुल्यं न भवति. नूतन एकः विषयः अस्ति स्थानिवत् भावः, तस्य चर्चा अधुना प्रथमं करणीया. तर्हि अत्र स्थानिवद्भावः इति भवत्या पठितं महोदय, स्थानिवद्भावः नामकः इति अनुच्छेदे तत्र किं लिखितं, स्थानिवद्भावः इत्युक्ते किम्? स्थानं दृष्ट्वा वदतु. स्थानं दृष्ट्वा तर्हि स्थानिवत् भावः स्थानी इत्युक्ते किं, कुत्र इति? हा, यस्य स्थाने आगच्छति. तर्हि आदेशस्य भावः स्थानिवत् इति, नाम यस्य स्थाने आदेशः भवति, नाम यत् स्थानिनः आदेशः भवति तस्य आदेशस्य स्वभावः स्थानिवत् भवति. नाम एकवारं स्थानी इति तस्य स्थाने आदेशः भवति तर्हि स्थानी तु लुप्तो भवति, परन्तु तस्य स्वभावः अधुना एव आदेशमध्ये अनुवर्तते. अवगच्छति सर्वे? एकवारं कृपया. तर्हि स्थानी अस्ति, यस्य स्थाने आदेशः भवति, आदेशः आगच्छति, स्थानी गच्छति. तर्हि परन्तु स्थानी गच्छति तस्य स्वभावः अधुना अपि वर्तते आदेशमध्ये. आदेशः यत् अस्ति, नाम यत् नूतनरीत्या स्थानीनः तस्य स्थाने आगच्छति, तत् आदेशस्य स्वभावः स्थानिवत् भवति. स्वभावः इत्युक्ते किमपि स्वभावः, अत्र तद् अत्र स्वभावः इत्युक्ते अत्र उदाहरणमस्ति यत् यत् प्रथमं तु सुप्रत्ययः आसीत् ने, तस्य स्थाने य आगच्छति, तत्र स्थानिनः ने अस्ति, आदेशः य अस्ति, तर्हि ने सुप् अस्ति, परन्तु यत् य अस्ति तद् वस्तुतः सुप्रत्ययस्य सूच्यां न आगच्छति, परन्तु यतोहि तत् य प्रत्यय सुप्रत्ययस्य स्थाने आगच्छति, अतः तत् सुपत्वं यप्रत्यये मध्ये अपि गच्छति. तर्हि अत्र उदाहरणमस्ति यत् रामशब्दस्य चतुर्थी विभक्तिः अस्ति, चतुर्थी विभक्तिः एकवचनं, तत्र प्रत्यय अस्ति ङे, तत्र रामयोगः ङे इति कार्यमस्ति, तत्र सूत्रमस्ति नेर्यः इति सूत्रेण ने इति शब्दस्य स्थाने प्रत्ययस्य स्थाने ने सुप्रत्ययः अस्ति, सु औजस् अम औक्षस् इति सूच्याम् आगच्छति, ने इत्यस्य स्थाने य आगच्छति, तर्हि रामयोगः ने इति भवति, रामयोगः य. अधुना स्थितिः अस्ति, सूत्रमस्ति सुपि च. सुपि च इति सूत्रं वदति यत् अदन्त अङ्गम् अस्ति चेत् तस्य आकारस्य दीर्घ आदेशः भवति. कदा? यदि प्रत्ययः यत् परे आगच्छति तत् यय प्रत्याहारे अस्ति, यय प्रत्याहारादौ वर्णे अस्ति, सुप्रत्ययः अपि अस्ति. नाम यै आदि सुप्रत्ययः परे अस्ति चेत् अदन्त अङ्गस्य दीर्घत्वं भवति इति वार्ता अस्ति. तर्हि अधुना रामयोगः य अस्ति, य इति प्रत्यय सुमित्रा महोदय ययादि अस्ति वा? आम् आम्, यकारः ययादि अस्ति, अतः दीर्घत्वं न, परन्तु एकम् अधुना एकम् अधिकं निमित्तमपि अस्ति, तत् सुप्रत्ययः अपि भवेत्. आम् सत्यं. तर्हि सुप्रत्ययः इत्युक्ते किं? सुप्रत्ययः के के सन्ति? सर्वान् पठतु. सु औजस् अम् औट् षत् ताभ्यां द्यत् ङेभ्यां द्यत् नसिभ्यां द्यत् नस् औ ओस् आं नि ओ सु. तर्हि अस्मिन् अस्यां सूच्यां कुत्रापि य आगच्छति वा? न आगच्छति. अतः यद्यपि ययादि प्रत्ययः अस्ति परन्तु सुप्रत्ययः नास्ति. अस्तु, ययादि अपि च सुप्, ययादि अपि च सुप्, तर्हि सुप् नास्ति, सुप् नास्ति, अतः सुपि च सूत्रं कार्यं न करोति. परन्तु कथं जानीमः ययादि अपि सुप् वा अथवा अस्ति च, एण्ड् अस्ति वा और् अस्ति वा, कथं जानीमः? तत्तु महोदय अत्र अभ्यासेन एव वयं ज्ञातुं शक्नुमः, अत्र तथैव अस्ति महोदय, तत्र ययादि सुप् ययादि अथवा सुप् नास्ति. न, किन्तु सार्वधातुक आर्धधातुक तत्रापि सार्वधातुक भवितुं शक्नोति, नो चेत् आर्धधातुक भवितुं शक्नोति. तत्र तु अभ्यस् अस्ति, यतोहि एक एव प्रत्ययः सार्वधातुक आर्धधातुक उभयं न भवितुं शक्नोति खलु. अस्तु, किञ्चित् पश्यतु. समीचीनमस्ति भवत्याः प्रश्नः, समीचीनमस्ति. कथं जानीमः कुत्र वा कुत्र च इति अस्ति, तत्र तु अभ्यासेनैव ज्ञातुं शक्नुमः. अत्र तु सुप्रत्यय भवितव्यं, य आदिः अपि भवितव्यं. ययादि सुप् इति प्रत्ययस्य विशेषणम् अस्ति, ययादि सुप्रत्यय. अस्तु, ययादि सुप्रत्ययः. तर्हि तत्र डोण्ट् कन्सिडर् इट् एस् टु सेपरेट् थिङ्ग्स्, ययादि सुप्रत्ययः. अस्तु, तर्हि अत्र ययादि इत्युक्ते यै प्रत्ययः, तादृशप्रत्ययः यस्य आदिमः वर्णः यय प्रत्याहारे अस्ति. तर्हि य इति ययादि अस्ति खलु, परन्तु सुप् नास्ति, अतः सुपि च कार्यं न कर्तुं शक्नोति. परन्तु अत्र य आदेशः कस्य स्थाने भवति? ने इति प्रत्ययस्य. अतः ने प्रत्यय यत् सुप्रत्ययः अस्ति, तस्य सुपत्वम् आदेशमध्ये अपि गच्छति, स्थानिवत् आदेशः. कार्यं य करोति, तस्य नेस्थाने आगच्छति, परन्तु ने मध्ये यत् सुप् इति स्वभावः अस्ति तत् य मध्ये अपि गच्छति, यतोहि स्थानिवत् स्थानि यतः आदेशस्य स्वभावः स्थानिवद् भवति. अतः यद्यपि य वस्तुतः सुप्रत्ययः नास्ति परन्तु ने स्थाने आगच्छति अतः ने इति स्थानिनः सुपत्वं य इति आदेशमध्ये अपि गच्छति. अतः य यत् अस्ति तद् ययादि सुप्रत्ययः इव अस्ति. अतः सुपि च कार्यं कर्तुं शक्नोति. अतः रामयोगः य तत्र रूपं भवति रामाय. अवगच्छन्ति वा सर्वे? इत्युक्ते सुपि च इत्यस्य प्रसङ्गः अस्ति इति अस्ति ज्ञे आसीत् इति कारणात्. हा तर्हि सुपि च इति अस्ति परन्तु तस्य तस्य प्रसङ्गस्य कृते एकम् अतिदेशसूत्रं सूत्रस्य आवश्यकता अस्ति. अतिदेशसूत्रम् इत्युक्ते किम्? अस्माभिः पठितं खलु अतिदेशसूत्रम् इत्युक्ते कोऽपि स्वभावः अस्ति तादृशस्वभावः वस्तुतः नास्ति परन्तु नूतनस्वभावः गृह्णातु इति अतिदेशसूत्रं वदति. तर्हि स्थानिवत् आदेशौ अनल्विधौ एकम् अतिदेशसूत्रम् अस्ति तत् वदति स्थानिवत् आदेशः नाम आदेश स्थानिवत् भवति. अतः सुपि च कम्बैन्ड् वित् अतिदेशसूत्रं स्थानिवत् आदेशौ अनल्विधौ वदति यत् य य आगच्छति ने इति प्रत्ययस्य स्थाने तत् अस्ति सुप् इव अस्ति. यतोहि स्थानिवत् आदेशः भवति, आदेशः स्थानिवत् भवति, अतः तत्र कार्यं करोति सुपि च रामाय इति भवति. तर्हि एतद् स्थानिवद् भावः यत् अस्ति तद् बहुत्र बहुत्र आगच्छति. यत्र यत्र कस्यापि स्थानिनः तस्य आदेशः भवति तत्र तत्र तस्य स्वभावः आदेशः स्थानिनः स्वभावः गृह्णाति. बहुत्र बहुत्र आगच्छति. अत्र एकम् उदाहरणम् अस्तु. प्रश्नः अस्ति वा कस्यापि स्थानिवत् आदेश स्थानिवद्भाव इति शास्त्रे? महोदय पुनः एकवारं पठित्वा पूर्णतया अवगन्तुं शक्नोमि. परन्तु अल्वर्णस्य आश्रयं कृत्वा इति तत्र अधुना तस्य प्रसङ्गः नास्ति, अग्रे पठामः. अधुना तत् मा चिन्तयतु. परन्तु कुत्र कुत्र स्थानिवत् अभावः न भवति यत्र अल्वर्णः नाम यदि एकवर्णस्य कृते कार्यं भवति तत्र तस्य अत्र किं भवति अत्र सम्पूर्णप्रत्ययस्य स्थाने निय भवति खलु. परन्तु कुत्र कुत्र यदि अल् नाम एकम् एव वर्णस्य वर्णस्य कृते कार्यं भवति आश्रयं भवति तत्र यदि तावत् क्वापि विधिः अस्ति चेत् आदेशः स्थानिवत् न भवति. अस्तु तर्हि अधुना समयः समाप्तः, विरमामः. अत्र अस्ति यत् स्थानिवत् स्थानिना तुल्यमस्ति आदेशः परन्तु अल्वर्णः अल्वर्ण आश्रयम् अल्वर्ण इत्युक्ते सिङ्गल् लेटर् सिङ्गल् लेटर् आश्रयं किमपि अस्ति चेत् तत्र स्थानिवत् आदेशः तत्र स्थानिवत् आदेशः न भवति. अत्र सम्पूर्णप्रत्ययस्य स्थाने य आगच्छति खलु अत्र अल्वर्णस्य कृते किमपि विधिः नास्ति. अत्र तावत् मा चिन्तयतु यतोहि तत्र तस्य प्रसक्तिः अत्र नास्ति. परन्तु अग्रे यत्र अल्विधि आगच्छति तत्र पुनः वयं पश्यामः यत् उदाहरणं दृष्ट्वा अवगन्तुं शक्नोति. अत्र उदाहरणं नास्ति अत्र अतः केवलम् अधुना केवलं चिन्तयतु यत् आदेशः स्थानीयः अल् वर्ण आश्रय तदेव वदामि अहं. केवलं सिङ्गल् लेटर् इति कार्यमस्ति चेत् तत्र आदेशः स्थानिवत् न भवति. प्रायः लैक् इको एनर्जि परन्तु तस्य मोर् एक्स्प्लिसिट् उदाहरणम् अग्रे आगच्छति. अत्र अस्मिन् पाठे नास्ति. तर्हि यदा आगच्छति तत्र वयं पश्यामः. धन्यवादः महोदय. अस्तु तर्हि शुभरात्रिः, शुभदिनं. धन्यवादः महोदय. हरि ओं महोदय.